नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति तिङ् प्रत्ययानां स्थितिः इति विषयः. तत्र लोट् लकारे, लोट् लकारे मध्यमपुरुषे एकवचने तत्र सेहर्यपिच्छ इति सूत्रेण सिप् इति प्रत्ययस्य स्थाने हि इति आदेशः भवति इति वयं जानीमः. तत्रैव तस्मिन्नेव सन्दर्भे अन्यदपि एकं सूत्रमस्ति, स्तुह्योस्तातङ् आशिष् अन्यतरस्याम् इति सूत्रेण विकल्पेन हि तत्र तु इति प्रथमपुरुष, प्रथमपुरुषे तु इति सिद्धप्रत्ययः, तस्य स्थाने अपि च मध्यमपुरुष एकवचने हि इति प्रत्ययस्य स्थाने विकल्पेन तातङ् आदेशः भवति इति उक्तम्. तर्हि तातङ् आदेशः कुत्र आयाति इत्येव अस्माकं मूलप्रश्नः. सामान्यतया प्रत्ययः यदा प्रत्ययादेशः भवति तदानीं तत्र अन्त्यस्य स्थाने भवति. तत्र स्थानी एक स्थानिनि एकः एव वर्णः अस्ति चेत् तर्हि तस्य स्थाने आगच्छति, क्लेशः एव नास्ति. परन्तु स्थानिनि वर्णद्वयम् अथवा वर्णत्रयम् अथवा एकं पदम् अथवा यत्किमपि भवतु, तस्मिन् सन्दर्भे एव प्रश्नः उदेति, आदेशः कुत्र भवति? इत्युक्ते सम्पूर्णस्य स्थाने भवति वा, नो चेत् अन्त्यस्य स्थाने भवति वा, कुत्र भवति इति प्रश्नः उदेति. कस्यापि बेक्ग्रौण्ड् मध्ये बहु ध्वनिः अस्ति, प्रायः गोमती भगिनी वा? कृपया म्यूट् करोतु भगिनि. इदानीं समीचीनं वा? अस्तु, सम्यक् इदं. तर्हि तत् समीचीनम्. इत्युक्ते अस्माकं मूलप्रश्नः कः इति चेत्, यत्र स्थानी अस्ति, स्थानिनी एकः एव वर्णः अस्ति चेत् क्लेशः एव नास्ति. तर्हि आदेशः तस्य एव स्थाने भवति, तत्र स्पष्टमस्ति, क्लेशः नास्ति. परन्तु स्थानिनी वर्णद्वयं, वर्णत्रयम् अथवा पदम् अस्ति चेत् तर्हि कुत्र आदेशः इति प्रश्नः उदेति. तर्हि अस्माकं सूत्रदृष्ट्या वयं पश्यामः चेत् षष्ट्यन्तपदस्य स्थाने, अङ्गस्य स्थाने, प्रत्ययस्य स्थाने इति वयं वदामः. तर्हि प्रत्ययस्य स्थाने इति वदामः चेत् तर्हि सम्पूर्णप्रत्ययस्य स्थाने वा, नो चेत् कुत्र आदेशः भवति इति प्रश्नः उदेति. तदर्थम् अत्र सामान्यनियमः अस्ति, अलोन्त्यस्य इति सामान्यनियमः अस्ति. यत्र षष्ठीविभक्तिद्वारा यस्य स्थाने आदेशः भवति सः आदेशः अन्तिम अल्वर्णस्य स्थाने भवति इति अत्र परिभाषासूत्रमस्ति. अलोन्त्यस्य इति प्रथमं परिभाषासूत्रम्, तेन तत्र अन्तिम अल्वर्णस्य स्थाने आदेशः भवति इति उक्तम्. तर्हि तुह्योस्तातङ् आशिष्यन्यतरस्याम् इति सूत्रेण तु हि इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति इति वयं चिन्तयामः चेत् तर्हि तात् आदेशः कुत्र भवति इति चेत् तु इति प्रत्ययस्य अन्तिम उकारस्य स्थाने स्यात्, नो चेत् हि इति प्रत्ययस्य इकारस्य स्थाने, अन्ते यः इकारः अस्ति तस्य स्थाने स्यात् इति वयं चिन्तयितुं शक्नुमः. यतोहि तदेव सामान्यमस्ति, स एव सामान्यनियमः, अलोन्त्यस्य इति सामान्यनियमः. तदनन्तरं तत्र किञ्चित् विशेषः कः इति चेत्, तदनन्तरं पाणिनिः सः किं करोति इति चेत् सः वदति यत्र आदेशे अनेके वर्णाः सन्ति. अनेके वर्णाः इत्युक्ते न एकः, अनेकः. तर्हि वर्णद्वयम् अथवा वर्णत्रयम् अथवा तस्मात् अधिकम् अधिकवर्णाः सन्ति चेत् तदानीम् अनेकाल् अस्ति चेत् सम्पूर्णस्य स्थाने आदेशः भवति. तर्हि इदानीं स्थानिनि अनेके वर्णाः सन्ति चेत् तत्र स्थानिनि एकः वर्णः वा अनेके वर्णाः, एकः वर्णः अस्ति चेत् क्लेशः नास्ति. तर्हि एकस्य अधिकं वर्णद्वयम् अथवा वर्णत्रयम् इतोपि अधिकम् अस्ति चेत् स्थानिनि, तदानीम् आदेशः कुत्र भवति इति चेत् अलोन्त्यस्य इति सामान्यनियमं प्रबाद्य अनेकाल्षित् सर्वस्य इति सूत्रेण सम्पूर्णस्य स्थानिनि, सम्पूर्णस्थानिनि स्थाने आगच्छति अनेकाल्षित् सर्वस्य इत्यनेन. तर्हि सर्वस्य स्थाने आदेशः, तर्हि स्थानिनि पदमस्ति चेत् सम्पूर्णपदस्य स्थाने आदेशः, अङ्गमस्ति चेत् सम्पूर्ण अङ्गस्य स्थाने आदेशः, प्रत्ययः अस्ति चेत् सम्पूर्णप्रत्ययस्य स्थाने आदेशः. तर्हि इदानीं तु इति सम्पूर्णप्रत्ययस्य स्थाने तातङ् आदेशः स्यात्, नो चेत् हि इति सम्पूर्णप्रत्ययस्य स्थाने तातङ् आदेशः स्यात् इति वयम् अवगन्तुं शक्नुमः. किमर्थम् इति चेत् तातङ् इति आदेशः अनेकाल् अस्ति, तुह्योस्तातङ्ग आशिष्यन्यतरस्याम् इति एव अस्माकं सूत्रमस्ति, यस्मिन् विषये चिन्तनं प्रवर्तमानमस्ति. तस्मिन् सूत्रे तातङ्ग इति आदेशः अनेकाल् अस्ति. तर्हि अनेकाचित् सर्वस्य इति सूत्रेण तु इति सम्पूर्णस्य स्थाने तातङ्ग इति आदेशः स्यात्, हि इति सम्पूर्णस्य स्थाने तातङ्ग इति आदेशः स्यात् इति वयं चिन्तयितुं शक्नुमः. यतोहि अलोन्त्यस्य इत्यस्य अनन्तरम् अनेकाचित् सर्वस्य इति सूत्रम् आगच्छति. तर्हि तस्य अपवादः, अनेकाचित् सर्वस्य इत्यस्य अपवादः अस्ति निच्च इति सूत्रम्. तर्हि निच्च इति सूत्रं किं वदति इति चेत्, यत्र आदेशः अनेकाल् अपि अस्ति नित् अपि अस्ति मकारः इत्यस्य सह तादृश आदेशः, यथा अत्र तातङ्ग इति आदेशः नित् अपि अस्ति अनेकाल् अपि अस्ति, अतः अन्त्यस्य स्थाने आदेशः स्यात्. तर्हि तु इति प्रत्ययस्य अन्तिमवर्णस्य स्थाने आदेशः स्यात् निच्च इति सूत्रेण. तर्हि तु इति अन्तिमवर्णस्य स्थाने आदेशः तातङ्ग इति आदेशः भवति चेत् तात् इति तादृशरूपं भवति. एवमेव हि इति प्रत्ययस्य स्थाने अपि तातङ्गादेशः भवति चेत् निच्च इत्यनेन अन्तादेशः, अतः तत्रापि अनिष्टरूपमेव प्राप्नुमः. हकारः आदौ तिष्ठति तदनन्तरं तात् इति भवति. अतः ये एतादृश अनिष्टवारणाय एतादृशम् अनिष्टं मा भवतु इति कृत्वा अत्र इतोपि चिन्तनीयं भवति. तुह्योस्तातङ्ग आशिष्यो अन्यतरस्याम् इत्यनेन तातङ्गादेशः यद्यपि नित् अस्ति तथापि अन्तादेशं कुर्मः चेत् क्लेशः अस्ति, इष्टरूपं न प्राप्नुमः इति कृत्वा अत्र इतोपि चिन्तनीयं तत्र किं कर्तुं शक्नुमः इत्युक्ते तर्कस्य प्रयोगः करणीयः, इत्युक्ते युक्त्या किमपि चिन्तयित्वा तत्र समर्थनीयं भवति. यतोहि सामान्यव्यवहारेण तत्र इष्टसिद्धिः न भवति. यथा पाणिनिना तत्र सूत्रं सूत्रितम् अलोन्त्यस्य निच्च अनेकाचित् सर्वस्य, तस्य आधारेण निच्च इति सूत्रेण अन्तादेशः स्यात्, परन्तु तादृशं कुर्मः चेत् तत्र सिद्धप्रत्ययः इष्टसिद्धप्रत्ययः न प्राप्यते. तदर्थं किं करणीयम् इति एव चिन्तनम् अत्र प्रवर्तमानम् अस्ति. कीदृशतर्कस्य प्रयोगः करणीयः इति एव अत्र मूलप्रश्नः. तदर्थम् अस्माभिः चर्चितं तत्र सिद्धान्तकौमुद्यां किम् उक्तं तस्मिन् विषये इति अधुना किञ्चित् पश्यामः. तत्पश्चात् प्रश्नाः सन्ति चेत् प्रष्टुं शक्नुवन्ति. तर्हि इदानीं विजयलक्ष्मी भगिनी भवती आरम्भं करोति वा समाधानं सिद्धान्तकौमुद्याः. चतुर्थः बिन्दुः वा भगिनि? हा तातं तत्र हा अस्तु हा तस्य अनन्तरं तत्र किञ्चित् मध्ये समाधानं सिद्धान्तकौमुद्याः मूलवृत्तौ प्राप्यते. आशिषि तुह्योस्तातं वा स्यात् अनेकालत्वात् सर्वादेशः, यद्यपि निच्च इत्ययम् अपवादः तथापि अनन्यार्थ नित् त्वेष्वनद्वनङ्गादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया सम्भवत्प्रयोजनङ्कारे तातङ्गी मन्थरं प्रवृत्तः परेण बाध्यते. इहोत्सर्गापवादयोरपि समबलत्वात् भवतात् इति रूपं भवति अत्र. तर्हि अत्र यत्किमपि उक्तमस्ति तस्य अर्थः कः इति क्रमेण अग्रे पश्यामः. तर्हि अग्रे यद्यपि निच्च इत्ययम् अपवादस्तथापि अनन्यार्थ नित् त्वेष्वनङ्गादिषु चरितार्थः, अस्य अर्थः एवं यत् यद्यपि निच्च इति अपवादभूतसूत्रेण तातं नित्वात् अन्त्यस्य अलः स्थाने स्यात् तथापि इदं सूत्रं निच्च अनन्यार्थनित्वेष्वनङ्गादिषु चरितार्थः नाम चरितार्थः नाम येषाम् आदेशानां नित्वस्य एकम् एव प्रयोजनम् अन्तादेशः इति तेषां द्वारा निच्च इति सूत्रस्य साफल्यं तेषु अनन्य अर्थनित्वेषु अनङ्गादिषु निच्च इति सूत्रस्य अर्थः पूरितः. अत्र इत्ययम् अपवादस्तथाप्यनन्यार्थनित्वेष्वनङ्गादिषु चरितार्थः इत्यस्य अर्थः किम् इति अत्र स्पष्टं कृतमस्ति. निच्च इति साधारणतया निच्च इति आदेशः यदा सूत्रं यदा वयम् उपयुज्महे तत्र नित् इति भवति चेत् अन्त्यस्य अलः स्थाने आदेशः भवति. कस्यापि भवितुमर्हति, प्रत्ययस्य अथवा अङ्गस्य किमपि भवितुमर्हति, परन्तु नित् इति नकारः यदा आदेशे अन्ते भवति आदेशः प्रायः अनेकाले एव भवति, तत्र अन्त्य आदेशः भवति, अन्त्यस्य स्थाने एव आदेशः आगच्छति. परन्तु अत्र अस्माकम् इष्टरूपं न सिध्यति इति कृत्वा निच्च इत्यस्य अपरम् अर्थं स्वीकुर्मः इति वा भगिनी? अन्तादेशः इति नास्ति इति सूत्रस्य साफल्यं तेषु अनन्य अर्थनित्वेषु अनङ्गादिषु निच्च इति सूत्रस्य अर्थः पूरितः. किमपि भिन्नः अर्थः अस्ति तद् अहं तु सम्यक् न अवगच्छामि. अस्तु पश्यतु, इदानीं पश्यतु तत्र सिद्धान्तकौमुदी वाक्ये किम् अस्ति. प्रथमवाक्यम् आशिषि तुह्योस्तातङ् वा स्यात् इति तत्र सः वदति. तत्र तुह्योस्तातङ् आशिषि अन्यतरस्याम् इति सूत्रस्य कार्यं किम् इति प्रथमं वदति. आशीर्वादार्थे तुह्योः तातङ् वा स्यात् विकल्पेन तातङ् भवतु इति सूत्रार्थः एव प्रथमं तत्र उक्तमस्ति. तदनन्तरम् अनेकाल्त्वात् सर्वादेशः इति वदति. तदनन्तरं साक्षात् कौमुदीकारः तत्र किं वदति इति चेत् आदेशः अनेकाल् अस्ति इति कृत्वा सर्वादेशः भवति इति वदति. परन्तु इदानीम् अस्माकं मनसि प्रश्नः उदेति, अनेकाल् अस्ति अस्तु सर्वादेशः भवतु, परन्तु आदेशः नित् अस्ति खलु, तर्हि किमर्थं सर्वादेशः? अत्र तु अन्त्यादेशः भवेत् खलु निच्च इत्यनेन इति वयं प्रष्टुं शक्नुमः. तदर्थम् अग्रिमवाक्यमस्ति. प्रथमं तत्र सूत्रस्य कार्यं किम्, आशिषि तुह्योस्तातङ् वा स्यात् इति सूत्रस्य साक्षात् कार्यं किम् इत्युक्तं. तदनन्तरं तत्र किं करणीयं, तत्र आदेशः कथं कुत्र आदेशः भवति इति चेत् अनेकाल्त्वात् सर्वादेशः भवति इति तत्र कन्क्लूजन् वदति, निष्कर्षः कः इति उक्तं. तदनन्तरं तत्र प्रतिपादयति किमर्थं निच्च इति सूत्रस्य कार्यं नास्ति, किमर्थम् अत्र भवितुम् अर्हति खलु, किमर्थं नास्ति? विजया भगिनी, स्लैड् नास्ति, करपत्रमस्ति, पश्यतु करपत्रम्, अत्र कुत्रापि स्लैड् नास्ति. अतः तत्र प्रश्नः उदेति इदानीं, निच्च इति सूत्रस्य कार्यं किमर्थं नास्ति इति प्रश्नः उदेति. तदर्थं तत्र अग्रिमवाक्यमस्ति, यद्यपि निच्च इति अयम् अपवादः, यद्यपि निच्च इति सूत्रम् अनेकाचित् सर्वस्य इत्यस्य अपवादः अस्ति, तथापि अनन्यार्थनित्वेषु अनङ्गादिषु चरितार्थः इत्युक्ते अनन्यार्थः इत्युक्ते न अन्यार्थः, यत्र नित्वस्य अन्यत् प्रयोजनं नास्ति, अन्यत् अन्यः अर्थः नास्ति नित्वस्य, नित्वस्य एकमेव प्रयोजनं किम् इति चेत् अन्तादेशः इति, तदेव प्रयोजनं यत्र अस्ति तत्र एव निच्च इति सूत्रस्य साफल्यम् अथवा निच्च इति सूत्रस्य कार्यम्. यत्र नित्वस्य बहूनि प्रयोजनानि भवन्ति, यथा अत्र तुह्योस्तातङ् आशिषि अन्यतरस्याम् इत्यत्र वयं पश्यामः अग्रे, तातङ् इति यः नित् अस्ति तादृशनित् तस्य बहूनि प्रयोजनानि सन्ति. अतः तादृशसन्दर्भेषु निच्च इति सूत्रस्य कार्यं प्राप्तिः न भवति. परन्तु तर्हि निच्च इति सूत्रं व्यर्थं वा इति चेत्, निच्च इति सूत्रं व्यर्थं नास्ति. किमर्थं व्यर्थं नास्ति इति चेत्, तस्य साफल्यं कुत्र भवति इति चेत्, येषु सूत्रेषु नित्वस्य नित्वादेशस्य एकमेव प्रयोजनं, तत् प्रयोजनम् अन्तादेशः. तादृशसन्दर्भः यत्र अस्ति तत्रैव निच्च इत्यस्य प्राप्तिः. तदर्थं कौमुदीकारः उदाहरणमपि वदति, अनन्यार्थनित्वेषु अनङ्गादिषु इति वदति. अनन्यार्थनित्वेषु इत्युक्ते तादृशनित् यस्य अन्यः अर्थः नास्ति, तादृशनित् यस्य एकमेव प्रयोजनम् अन्तादेशः, तादृशनित् अनङ्गादिषु. अनङ्गादिषु इत्युक्ते अत्र अग्रे एकं सूत्रमस्ति खलु, अस्ति दधि सत्यक्ष्ण अक्ष्णाम् अनुङ्गुदात्तः इति अस्ति खलु, अनङ्गुदात्तः इति सूत्रमस्ति खलु. तस्मिन् सूत्रे अनङ् इति आदेशः अस्ति, अनङ् इति आदेशः तस्मिन् सूत्रे अस्ति. तदेव तत्र कौमुदीकारः वदति, एतादृशसूत्रे नित्वस्य निच्च इति सूत्रस्य साफल्यं भवति. किमर्थं साफल्यं भवति इति चेत्, अस्मिन् सूत्रे अस्ति दधि सत्यक्ष्णाम् अनङ् उदात्तः इति सूत्रे अनङ् आदेशे यत्र नित्वम् अस्ति तादृशनित्वस्य एकमेव प्रयोजनं, तस्य अन्यत् किमपि प्रयोजनं नास्ति, एकमेव प्रयोजनम् अन्तादेशः. निच्च इति सूत्रेण अन्तादेशः इति एकमेव प्रयोजनम्. एतादृशसन्दर्भे निच्च इति सूत्रस्य साफल्यं भवति, इत्युक्ते तस्य प्राप्तिः भविष्यति. भगिनि, अस्ति दधि अस्ति अस्ति दधि शक्ति अक्षि इति सूत्रं केवलं न अचिष्णुध्रुवां युवं युवङ्गमपि अपि च अत्रापि नित्वम् अन्तादेशः भवति. सत्यं तत्, परन्तु तत्र कौमुदीकारः तु सर्वाणि उदाहरणानि तु वक्तुं न शक्नोति खलु, अतः एकं स्वीकृत्य उक्तवान्. एवमेव अन्यत्रापि भवति, यत्र नित्वस्य एकमेव प्रयोजनं यथा अचिष्णु धातु भ्रुवां युवर् यङ् ओङ्गौ इति अन्यानि सूत्राणि अपि सन्ति, अवङ् स्फुटायनस्य इत्यादीनि सूत्राणि बहूनि सन्ति, यत्र नित्वस्य एकमेव प्रयोजनं अन्तादेशः, तत्र तु निच्च इत्यस्य प्राप्तिः भवति इति तावदेव अत्र विषयः, तावदेव विषयः अत्र. अत्र केवलम् उदाहरणरूपेण अस्ति सदि अस्ति दधि सक्ति इति सूत्रम् उदाहृतं, परन्तु अन्यानि अपि उदाहरणानि सन्ति. तदेव अत्र उक्तमस्ति, अस्य अर्थः एवं यत् यद्यपि निच्च इति अपवादभूतसूत्रेण तातङ् नित्वात् अन्त्यस्य अलः स्थाने स्यात्, तथापि इदं सूत्रं निच्च अनन्यार्थनित्वेषु अनङ्गादिषु चारितार्थः, इत्युक्ते यस्य अन्यत् प्रयोजनं नास्ति तादृशनित् यत्र अस्ति तत्र तु निच्च इति सूत्रस्य साफल्यं भवति. यथा अस्ति अस्ति दधि सक्ति इति सूत्रम् अथवा अचिष्णु धातु भ्रुवाम् अथवा यत्किमपि अन्यत् सूत्रं, यत्र केवलं नित्वस्य एकमेव प्रयोजनम् अन्तादेशः, नाम येषाम् आदेशानां नित्वस्य एकमेव प्रयोजनम् अन्तादेशः, तेषां द्वारा निच्च इति सूत्रस्य साफल्यं. तदेव इदानीं मया उक्तं, निच्च इति सूत्रस्य साफल्यं कुत्र भवति इति चेत्, यत्र नित्वस्य एकमेव प्रयोजनम् अन्तादेशः, तेषु अनन्यर्थनित्वेषु अनङादिषु निच्च इति सूत्रस्य अर्थः पूरितः. इत्युक्ते तादृशसन्दर्भे यत्र नित्वस्य अन्यत् प्रयोजनं नास्ति तत्र तु निच्च इत्यस्य प्राप्तिः भविष्यति इति तावत् अवगतं वा विजयलक्ष्मी भगिनी? आं भगिनि, वदतु स्वस्य वाक्यैः. निच्च इति सूत्रस्य प्रायः अन्त्यादेशः इति एकः अर्थः भवति एव, परन्तु तद् एकः एव अर्थे स्वीकर्तुं न शक्नुमः. अन्यर्थे अपि नकारः अन्ते अस्ति चेत् अन्यः अपि फङ्क्षन् अस्ति इति कृत्वा अत्र कौमुदीकारः वदति, अनङ् इति आदेशे तत्र नकारस्य एकः एव अर्थः अस्ति, तत्र निच्च इति सूत्रस्य कार्यं भवति. परन्तु अस्माकम् अत्र आशिषि तुह्यो स्तातं वा स्यात् तत्र भिन्न अर्थे नित् अस्ति इति सः वदति. सः भिन्नः अर्थः किम् इति तु अहम् इतोपि न जानामि. नित् इत्यस्य अत्र अन्तादेशः एकं प्रयोजनम्, अन्यत् किं प्रयोजनं भवितुमर्हति यद् वयं जानीमः? तत्र गुणः न भवति, वृद्धिः न भवति इति भवितुम् अर्हति इति वयं जानामि, इति वयं जानीमः खलु. आम् आम्. तद् नित् इति, नित् इत्यनेन गुणनिषेधः वृद्धिनिषेधः इति कथं जानीमः? निति च इति सूत्रेण. बहु समीचीनं. तर्हि निति च इति सूत्रेण गुणनिषेधः वृद्धिनिषेधः इति अन्यत् प्रयोजनमस्ति. इदानीं तातङ्ग् इत्यस्य अन्यानि अपि प्रयोजनानि सन्ति, परन्तु यद् वयं जानीमः किम् इति चेत् गुणनिषेधः. तातङ्ग् इति आदेशः नित् अस्ति, अतः यदा तत्र तु स्थाने तातङ्ग् आदेशः भवति, नो चेत् हि स्थाने तातङ्ग् आदेशः विकल्पेन भवति, तदानीं तत्र तातङ्ग् आदेशे नित्वमपि अस्ति इति कृत्वा तत्र नित्वस्य अध्यारोपः भवति. यद्यपि तु इति प्रत्ययः मूले पित् अस्ति खलु, प्रथमपुरुषे एकवचने तु इति प्रत्ययः पित् अस्ति मूले, परन्तु यदा तु स्थाने तातङ्ग् आदेशः भवति तत्र नित्वम् इत्यस्यापि अध्यारोपः भवति. यदा नित्वस्य अध्यारोपः भवति तदानीं तत्र तस्य प्रयोजनं किम् इति चेत् गुणनिषेधः अथवा वृद्धिनिषेधः इति प्रयोजनद्वयम् अस्ति. अतः वयं स्पष्टतया द्रष्टुं शक्नुमः यत् तातङ्ग् इत्यत्र यः नित् अस्ति तस्य अन्यानि प्रयोजनानि अपि सन्ति. गुणनिषेधः, वृद्धिनिषेधः, अन्तादेशः इति त्रीणि प्रयोजनानि सन्ति अत्र खलु. अस्तु, स्पष्टं वा एतावता? तर्हि अग्रे गन्तुं शक्नुमः. लक्ष्मीभगिनी अग्रे. क्षम्यतां भगिनी. नमस्ते भगिनी, मम एकः प्रश्नः. यत्र निच्च इति सूत्रस्य अन्त्यादेशः भवति तत्र अन्यः कार्याणि न भवितुमर्हति इति निगमनं भवति वा? सत्यं, तत्र अन्यानि प्रयोजनानि न सन्ति. यत्र केवलम् अन्तादेश इति एकमेव प्रयोजनमस्ति तत्र तस्य प्राप्तिः भविष्यति. अस्तु, धन्यवादः भगिनि. लक्ष्मी भगिनी अग्रे. आं भगिनि, भगिनी किञ्चित् भ्रमः. एतादृशं वक्तुं शक्नोमि वा यत् तुह्युस्तातङ् आशिष्य अन्यतरस्य इत्यस्मिन् सूत्रे अङ्गस्य तुह्योः तातङ् इति आदेशः इति वदनात् तत्र तु इति तु इत्यस्य स्थाने उक्तवती. किमर्थम् अङ्गस्य इति उक्तवती? अनुवृत्तिसहितसूत्रे तादृशमस्ति अङ्गस्य तुह्योः इति वदनेन. अङ्गस्य तु इत्यस्य स्थाने तातङ् इति आदेश इति वदनात् तत्र तु इत्यस्य एव अङ्गस्य इति न स्यात् भगिनी, तत्र अङ्गस्य इति न स्यात्, अङ्गात् इति स्यात्. अङ्गस्य इति नास्ति तत्र, अङ्गात् अत्र वच तत्र विभक्तिपरिणामं कृत्वा अङ्गात् तुह्योः इति स्यात्. अङ्गस्य अपि तुह्योः अनयोः विशेषविशेषणभावः नास्ति. तदा भवति चेदपि सम्यक् एव भवति इति चिन्तयामि. किमर्थम् इति चेत् इदानीमेव भगिन्या उक्तं तातङ् आदेशः तु इति स्थाने अङ्गं तु हि इति नास्ति खलु. अङ्गं तु हि इति नास्ति, तु हि इति प्रत्ययः खलु. तु इति प्रत्ययः किन्तु अङ्गस्य भागः एव खलु. अङ्गस्य तु न अङ्गस्य भागः नास्ति, अङ्गस्य भागः नास्ति. इदानीं पश्यतु पटयोगः तु अङ्गस्य भागः वा? पठतु इति वदामः चेत् अङ्गस्य भागः भवति. न पठतु इति अङ्गं नास्ति. पठतु इति अङ्गं नास्ति, पठतु इति पदम् अस्ति. अवगच्छति वा? अतः अत्र अङ्गात् इति स्यात्, अङ्गात् तुह्योः तातम् इति स्यात्. अस्तु अस्तु अस्तु, वदतु. समीचीनम्. अत्र सिद्धान्तकौमुदी वृत्तौ अनङ् इत्यादेशस्य दृष्टान्तः दीयते. अनङ् अपि अनेकाल् आदेशः, नित् च तदेव इदानीम् उक्त्वा अनङ् इति इत्यादेशः इत्यस्य उदाहरणम् अग्रे दीयते. तत् पठामि वा भगिनि? पठतु कृपया. अस्ति तदि सत्यक्ष्णाम् अनङ् उदात्तः तृतीयादि अजादि विभक्तिषु परेषु अस्ति दधि शक्ति अक्षि च एषां शब्दानाम् अनङ् आदेशो भवति. सूत्रस्य अर्थः तृतीया विभक्तौ दतियोग टा प्रत्ययः दतियोग आ सत्यक्ष्णाम् अनङ्गुदात्तः इत्यनेन अनङ् आदेशः निच्च इत्यनेन अन्तादेशः दत् योग अन् योग आ दथन् योग आ अल्लोपो नः इत्यनेन सर्वनामस्थानभिन्नः यकारादौ अजादौ च स्वादिप्रत्यये परे अङ्गस्य अन् अवयवस्य अकारलोपः दध्न योग आ दध्ना इति रूपम्. तृतीया विभक्तौ यत्र टा इति प्रत्ययः योजयति तत्र टकारस्य इत्संज्ञा भूत्वा आ इति एव तिष्ठति. दधियोग टा सूत्रार्थः तत्र आदिमतः वदतु तत्र किं पठितं सूत्रस्य अर्थः किं सिद्धान्तकौमुदीवृत्तौ सिद्धान्तकौमुदीवृत्तौ अनङ् इत्यादेशः दृष्टान्तः दीयते. एकम् उदाहरणं दीयते अत्र अनङ् अपि अनेकाल् आदेशः ङित् च अनङ् इति केचन प्रत्ययः अस्ति सः आदेशः अनेकाल् आदेशः अस्ति ङित् अपि अस्ति अनङ् इति प्रत्ययः नास्ति भगिनि नास्ति क्षम्यता अनङ् इति आदेशः अस्ति सः आदेशः अनेकाल् अस्ति ङित् अपि अस्ति मकारस्य इत्संज्ञा अस्ति अतः ङित् अस्ति अनेके अल् वर्णाः तस्मिन् अस्ति इति कृत्वा अनेकाल् अपि अस्ति. सूत्रार्थः अस्ति दधि सत्यक्ष्णाम् अनङ्गुदात्तः इति सूत्रस्य अर्थः अजादिविभक्तिपरेषु तृतीयादि अजादिविभक्तिपरेषु अस्ति दधि शक्ति अक्षि एतेषां शब्दानाम् अनङ् आदेशः भवति. तत्र अनङ् आदेशः कुत्र भवति इति न उक्तम् तृतीयादि अजादिविभक्तिषु परेषु यत्र अजादिविभक्तिपरे भवति अस्ति न चेत् दधि शक्ति अक्षि एतेषां शब्दानां परे तत्र अनङ् यदि आदेशः भवति इति एव उक्तम्. अत्र कुत्र अनङ् आदेशः भवति इति सम्यक् रीत्या स्पष्टतया न उक्तम्. अत्र उदाहरणं दधियोगट्टा तत्र टा इत्यस्य इत्संज्ञा लोपानन्तरं केवलम् आ इति तिष्ठति तदनन्तरम् एतेन सूत्रेण अस्ति दधि सत्यक्ष्णाम् अनङ्गुदात्तः इत्यनेन अनङ् आदेशः भवति ङिच्च इत्यनेन अन्तादेशः अनङ् इति आदेशः ङकारस्य इत् अस्ति इति कृत्वा ङिच्च इत्यनेन अन्तादेशः भवति. इदानीं क्रमेण वदतु आदेशः कुत्र भवति इति न जानीमः चेत् तत्र चिन्तनं किं भवति उत्सर्गसूत्रम् अलौन्त्यस्य इति भवति अलौन्त्यस्य इत्यनेन अन्तिम अल्वर्णस्य स्थाने आदेशः भवेत्. अन्तिम अल्वर्णः कः अत्र दधि इत्यस्य इकारः अन्तिमवर्णः इकारः अन्तिमवर्णः तस्य स्थाने भवेत् किन्तु अत्र अनङ् इति अनेकाल् अस्ति इति कृत्वा अनेकाल् षित् सर्वस्य इत्यस्य प्रसक्तिः अपि भवति अतः सर्वस्य स्थाने दधि इति इत्यस्य सम्पूर्णस्य स्थाने अनङ् आदेशः भवति वा इति प्रश्ने सति निच्च इति सूत्रम् अपवादरूपेण आगच्छति. निच्च इति सूत्रं वदति नकारस्य इत् अस्ति चेत् अनेकाल् चेदपि अन्तादेशः एव भवति इति वदति तदर्थं दधि इत्यस्य अन्तिमवर्णः इकारः इकारस्य स्थाने अनङ् आदेशः अनङ् इत्यत्र नकारस्य इत्संज्ञा अकारः उच्चारणार्थं केवलम् अन् इति एव तिष्ठति दधियोग अन् पुनः आ इति टा प्रत्ययस्य आकारः अपि तिष्ठति आकारः अपि तत्र अस्ति दध्योग अनियोग आ इति स्थितम् दधन् इति रूपं भवति दधन् योग आ दध् योग अन् दधन् योग आ तत्र अल्लोपो नः इति एकं सूत्रम् अस्ति तेन सर्वनामस्थानभिन्नयकारादि अजादि स्वादिप्रत्ययपरे अङ्गस्य अन् अवयवस्य अकारः लोपः भवति. एतत् सूत्रम् अस्माभिः न पठितम्. अल्लो अल् अल् अन् अन् लोपः अनः इति भवति वा भगिनि? अन् लोपः अस्तु अस्तु लोपः अनः सर्वनामस्थानभिन्नः यकारादि न चेत् अजादि न चेत् स्वादिप्रत्यये परे अस्ति चेत् अङ्गस्य अन् अवयवस्य केवलम् अकारः लोपः भवति. अत्र आ इति सर्वनामस्थानभिन्न प्रत्ययः भवति खलु भगिनि? प्रथमपञ्चप्रत्ययः एव सर्वनामस्थानसंज्ञकः. सु औ जस् अम् औट् इति पञ्चप्रत्ययाः सर्वनामस्थानसंज्ञकाः. अन्ये ये अजादिप्रत्ययाः ते सर्वनामस्थानसंज्ञभिन्नः. अतः इदानीं इदानीं टा इति प्रत्ययः अपि सर्वनामस्थानभिन्नप्रत्ययः अस्ति. अतः अन् अवयवस्य अकारः लोपः भवति. इदानीं रूपं दधन् इत्यत्र अकारः लुप्यते चेत् दध्न इति भवति. दध्न योग आ दध्ना इति तृतीयान्तं विभक्ति पदं भवति. दध्ना हा अत्र अस्माकम् अवधानं प्रक्रियायां नास्ति. दधि दध्ना इति रूपं कथं निष्पन्नम् इति अस्माकम् अवधानं नास्ति. अस्माकम् अवधानं कुत्र? अत्र निच्च इति सूत्रस्य प्रसक्तिः अत्र अनङ् अत्र अस्ति. अनङ् आदेशः ङित् अस्ति, अनेकालपि अस्ति. अतः ङिच्च इति इत्यस्य प्रवृत्तिः प्राप्तिः अस्ति इत्यस्य उदाहरणमस्ति. हा तर्हि तत्र अनङ् इत्यत्र नित्वम् इत्यस्य अन्यत् किमपि प्रयोजनं नास्ति. अनङ् इत्यत्र नित्वस्य एकमेव प्रयोजनं, तत् किम्? अन्तादेशः. हा तर्हि एतादृशसन्दर्भेषु निच्च इत्यस्य प्राप्तिः भविष्यति खलु? समीचीनम्. अतः निच्च इति सूत्रं व्यर्थं नास्ति. तस्य स्थलम् अस्ति. कुत्र तस्य स्थलम् इति चेत् नित्वस्य अन्यत् किमपि प्रयोजनं नास्ति चेत् तस्य तत्र प्राप्तिः भविष्यति. अस्तु समीचीनम्. इदानीम् अग्रे एतस्मिन् सिद्धान्तकौमुद्याम् इति अत्र एकं वाक्यं दत्तं खलु अस्ति भवति. तत्र समबलत्वात् इति उक्तं खलु? तदग्रे पश्यामः, तदग्रे पश्यामः, क्रमेण गच्छामः खलु. इदानीं यद्यपि निच्च इति अयम् अपवादः इति तद्वाक्यमेव पूरितम्. इतः अग्रे अग्रिमवाक्यम्. अस्तु अस्तु भगिनि. अस्तु अस्तु. इदानीम् अग्रे गोमती भगिनी अग्रे पठतु. वदामि भगिनि, एकः संशयः. दधि दधि दध्ना इति आगच्छति, अस्ति अस्ना इति आगच्छति. एवमेव सक्ना अक्ष्णा. हा एवमेव एवमेव तत्र प्रातिपदिकं हा प्रातिपदिकं किम् अपि च तत्र प्रत्ययः कः इति दृष्ट्वा आगच्छति. धन्यवादः भगिनि. क्षम्यतां, तत्र अस्ति इत्यत्र ईकारः अस्ति. तत्र अस्ति ईकारस्य अन् आदेशः भवति खलु? दधि इत्यस्य एव भगिनी दध्ना इति, अन्यत्र वारिणा अस्थिना इति भवति. वारि वारिणी अस्तना अस्तिना नास्ति, अस्तना अस्ति इति प्रातिपदिकं खलु? अस्ति इति प्रातिपदिकम्. इकारस्य स्थाने अनङ्गादेशः. दध्ना इति एव भिन्नः, वारिणा इति एव मम तु अस्तना, परन्तु वारि इत्यस्य वारिणा इति एव. न वारि इति भिन्नभिन्नं पदमस्ति खलु, तत्र तु अस्मिन् सूत्रे तानि पदानि न सन्ति खलु, दधि शक्ति अक्ष्ण इति एव. मम भ्रमः अभवत्. अस्तु, अन्येषां पदानां नास्ति, केवलम् एतेषां चतुर्णां पदानाम् अस्ति, दधि शक्ति अक्षि अक्ष्ण. आम् आम् भगिनि, एतस्मिन् सूत्रे अनङ् उदात्तः इति इत्यत्र अनङ् उदात्तः तत्र ङमुडागमसन्धि न दृश्यते खलु भगिनि, अत्र कुत्र अनङ् उदात्तः इति अस्ति, दधि शक्ति अक्ष्णाम् अनङ् उदात्तः, तत्र तु ह्युस्तातङ् तत्र तातङ् आशिषि इत्यत्र तातङ् आशिषि इति अभवत् इति स्यात् इति स्यात्, परन्तु सूत्राणि छन्दोद्भवन्ति खलु, अतः कुत्रचित् तत्र पाणिनीयसूत्रस्य एव प्रयोगः न भवति, अतः सर्वत्र भवेत् इति नियमः तत्रापि नास्ति. इको यणचि तत्रापि मुडागमसन्धि नास्ति, सर्वत्र भवति इति नास्ति. अस्तु भगिनि, इत्युक्ते तत्र पाणिनेः सूत्राणि पाणिनीयसूत्रस्य कृते अपि तत्र अपवादरूपेण भवन्ति, इत्युक्ते सर्वत्र भवन्ति इति नास्ति, कुत्रचित् भवन्ति कुत्रचित् न भवन्ति. सूत्रस्य अपवादं रूपेण वक्तुं शक्यते वा, इकारान्त अस्ति कृत्वा अङ्गस्य सूत्रं वा? आम्, परन्तु दधि इति इकारान्तधातुरूपी नास्ति खलु, धातुः नास्ति खलु, प्रातिपदिकम् प्रसक्तिः नास्ति. अस्तु गोमति भगिनी. एवमेव सर्वेषु सर्वनामस्थानभिन्नेषु अजादिषु स्वादिषु एवमेव सर्वेषु सर्वनामस्थानभिन्नेषु अजादिषु स्वादिषु प्रत्ययेषु तथा भवति. दधि योग ए, दधन्न योग ए, दधिने, दधि योग अस्, दधन् योग अस्, दध्नः, दधि योग ओस्, दध्नोः, दधि योगः आम्, दध्नाम्. पूर्वम् अत्र अस्ति दधि सक्थक्ष्णाम् अलङ् उदात्तः सूत्रे अस्ति दधि इति एते शब्दाः अस्ति चेत् तत्र अवङ् अनङ् आदेशः भवति इति उक्तम्. अनङ् आदेशः अनेकालस्ति, नित् अपि अस्ति. दधि इति शब्दः प्रातिपदिकं स्वीकृत्य तस्य रूपाणि कथं भवति इति तृतीयविभक्तिं स्वीकृत्य पूर्वम् अस्माभिः दृष्टं. दध्ना इति रूपं भवति, तत्र निच्च इति सूत्रेण अनङ् इति अनेकाल् अपि निच्च इति सूत्रेण तस् स्थानिनः अन्त्यस्य अलः वर्णस्य स्थाने एव आदेशः भवति. अनेकांश सर्वस्य इति सूत्रस्य अपवादरूपेण अत्र निच्च कार्यं करोति. निच्च इति सूत्रस्य अन्य कार्याणि अपि अस्ति, परन्तु अत्र निच्च इति सूत्रं केवलं अन्त्यवर्णस्य स्थले एव भवति इति कार्यम् एतत् उदाहरणेन अस्माभिः दृष्टम्. यस्य अन्यप्रयोजनं नास्ति तादृश अनित् अस्ति अत्र अस्ति दधि इति सूत्रे तस्य कार्यं. तदेव अन्यविभक्तिप्रत्ययं स्वीकृत्य अस्य वाक्ये उक्तम् ए इति प्रत्ययं ङे अस्ति, ङे अत्र ए एव तिष्ठति, तु दधि योगः ए. ङे इति अनेकाल् ञे इत्यस्य स्थाने अवाम् आदेशः भवति, अवाङ् आदेशः भवति तु दधनयोग सोरि आदेशः दधि अत्र इकारस्य स्थाने आदेशः भवति, क्षम्यतां दधि इति प्रातिपदिकस्य इकारस्य स्थाने अन इति आदेशः भवति, अतः दध योग अन योगः प्रत्यय ए भवति, तु दधन ए इति भवति, इष्टरूपमस्ति दधिने इति, परन्तु दधन् दधने इति रूपम् अत्र अस्ति, अल्लोपो नः इति सूत्रेण दधन् अत्र धकारस्य अकारः धयोग अकारस्य लोपः भूत्वा दधु न अस्ति, दधु न योग ए दधने इति इष्टरूपं प्राप्नोति, तु निच् इत्यस्य कार्यं केवलं इ इत्यस्य निष्कासनमेव तत्र भवति, सर्वस्य तु न भवति, तु निच्च इति सूत्रस्य अन्यप्रयोजनं नास्ति, केवलम् अन्त्य अलः स्थाने आदेशः भवति इति दधियोग ए इति दृष्टान्तेन उक्तं, तदेव दधियोग अस् नस् अत्र दधियोगः अस् तत्र अपि पूर्णतया दधि इत्यस्य इत्यस्य निष्कासनं न भवति, इकारस्य एव निच् इति सूत्रेण भवति, अतः दधनः इति रूपं भवति, एवमेव दधियोगः ओस् इति स्थाने ओस् इकारस्य स्थाने ओकारः इकारस्य स्थाने अव आगच्छति, अनन्तरम् अल्लोपो नः सूत्रस्य कार्यमपि भवति, तु दध्नोतु दधियोग आम् तत्रापि दध्न, एतेषु उदाहरणेषु वयं दृष्टवन्तः इति अनेकाल् षित् सर्वस्य इति सूत्रस्य अपवादरूपेण निच् इति सूत्रं कार्यं करोति, तत्र केवलम् अन्त्य अलस्य एव निष्कासनं भवति, अन्यप्रयोजनः नास्ति इत्यस्य उदाहरणमस्ति, अतः निच्च इति सूत्रं व्यर्थं न भवति इति उक्तं. समीचीनं, बहु समीचीनं भगिनि, धन्यवादः. सम्यक्, किम् एकः प्रश्नः तत्र अस्मिन् सूत्रे अस्ति धति सक्ष्णा मनदात्तात् इति सूत्रे तत्र अनङ् आदेशः भवति, तत्र अकारस्य कोऽपि प्रयोजनः अस्ति वा, यतोहि तत्र लोपः अभवत् किल, नङ् इति आदेशः भवति समीचीनं भवति न? किं किम् अनङ् इति आदेशः, अनङ् उदात्तः कुत्र अस्ति अकारः आदौ अनङ् वदति वा? तत्र तु लोपः भवति न, अलो अत् लोपो अनः इति सूत्रेण तत्र अकारस्य लोपः अभवत्, तत्र किमर्थम् अकारः इति भवति इति नङ् इति आदेशः भवति अपि समीचीनं भवति न? तत्र आदौ नकारः नास्ति इति वदति वा? आदौ अकारः नास्ति चेत् अपि समीचीनं भवति न? तत्र निश्चय इति सूत्रेण अनेकाल् अस्ति, तत् समीचीनं भवति, नकारः आगच्छति, अपि च अलो अल्लोपः इति सूत्रस्य किमर्थं प्रयोजनम् इति मम चिन्तनम्. अस्तु अस्तु, अत्र तृतीयविभक्तौ तृतीयविभक्तिः आरभ्य इति उक्तं खलु? हा हा, समीचीनं तत्रैव. परन्तु अत्र पश्यतु के प्रत्ययाः, तत्र भ्याम् इति प्रत्ययः अस्ति खलु, भ्याम्, समीचीनं. हा, तत्र किमस्ति रूपं? दधिभ्याम् अस्ति, समीचीनं, दद्भ्याम् अस्ति वा? दद्भ्यां, दधिभ्याम्, भगिनी अन्येषु पदेषु प्रायः अनङ्यति आदेशः भवेत् तत्र अकारस्य लोपः न भवेत् तदेव तदेव तत्र तदीयोगः अभ्यां तदेव दधियोगः अभ्याम् इत्यस्य रूपसिद्धिः कथम् इति वदतु इति महव प्रश्नः दधियोगः अभ्यां तत्र तु अजादिप्रत्ययः नास्ति स्वादिप्रत्ययः नास्ति अतः तत्र लोपः न भवति अकारः लोपः न भवति अतः दधियोगः धन् इति भवति धन्भ्याम न जानामि अकारः लोपः न भवति न तत्र तु लोपः न भवति यतोहि तत्र अजादिप्रत्ययः नास्ति स्वादि क्षम्यताम् अत्र तृतीयादिषु अजादौ विभक्तौ परे एव इदं कार्यम् अजादौ विभक्तौ परे एव इदं कार्यम् अतः भ्याम् इत्यत्र न भवति एव भ्यामित्यत्र न भवति एव परन्तु यद्भवती पृष्टवती तत्र किमर्थम् अकारः अस्ति इति उत्तमः प्रश्नः अस्ति तत्र लोपः इत्यनेन लोपः एव करणीयः चेत् किमर्थं तत्र अकारः इति प्रश्नः तर्हि अकारः नास्ति चेत् आदेशः किं भवति नङ् इति भवति खलु नङ् इति आदेशः इदानीम् अनेकाल अस्ति वा अकारः अस्ति नकारः अकारः ण्यकारः अपि अस्ति अनेकाले एव अस्ति न अकारः उच्चारणार्थः ओ अस्तु तर्हि केवलं नकारः एव भवति नकारः भवति चेत् अनेकाल् नास्ति ओ एवं वा अस्तु पश्यति खलु तर्हि किम् अवशिष्टम् अन् इति अवशिष्टं खलु यदि आदौ अकारः नास्ति तर्हि केवलं नकारः भवति तर्हि नकारः अनेकाल् नास्ति अतः निश्चय इत्यस्य कार्यं न भवति ओ उत्तमं समीचीनं भगिनि समीचीनम् अस्तु तर्हि अग्रे शोभा भगिनी अग्रे पठति वा आं भगिनि तत्र भगिनी कुत्र अल्लोपो नः इति केवलं अस्थि दधि सत्ना सक्ति न अल्लोपनः इत्यस्य कार्यम् अन्यत्र अपि भवति न केवलम् एतेषां चतुर्णां धातूनाम् अल्लोपनः इति सूत्रे सर्वनामस्थानभिन्न यकारादि अजादि प्रत्यये परे अङ्गस्य अन्नवयवस्य अकारलोपः इत्युक्ते तत्र राजन् इति शब्दः अस्ति चेदपि कार्यं भविष्यति राजन्योगः आ इत्यत्र किमस्ति राज्ञा तत्र अन् इति अकारस्य लोपः अस्ति खलु अकारस्य लोपः राजन् इत्यत्र जकार उत्तरवर्ति अकारस्य लोपः अतः राज्योगः न राज्योगः ज योगः न अनयोः संयोगः तत्र किं सुनाशुः इति सूत्रेण जकारस्य प्रभावेन नकारस्य स्थाने ञकारः तर्हि राज्ञा इति तत्र आ इति प्रत्ययं योजयित्वा राज्ञा इति अल्लोपनः तत्रापि उपयुज्यते अस्तु तस्य कार्यम् अन्यत्रापि अस्ति एकः संशयः अनङ् इति आदेशः इति वदति अनङ् प्रत्ययः नास्ति इति भवती उक्तवती किन्तु अनङ् धातूना प्रत्ययः न अस्ति चेत् अनङ् इति आदेशः अत्र नाम किम् अनङ् इति नाट् प्रत्ययः अनङ् इति आदेशः तावदेव आदेशः तावदेव अनङ् इति आदेशः अस्ति तर्हि तत्र सूत्रे किम् उक्तमस्ति सूत्रं तु अङ्गस्य इति अधिकारे अस्ति अङ्गस्य अस्ति दधि सक्ति इति अङ्गस्य अनङ् इति आदेशः भवति तावदेव अङ्गस्य स्थाने अत्र अन् इति आरोप्यते एतस्य उपरि तदा दध्ना इति न तु अन्यत्र तु वारि शुचि तत्र तु शुचिना दधीन वारिना इति भवति अत्र इष्टरूपं दध्ना इति अस्ति कृत्वा अन् इति फोर्सिब्लि आनयति अनन्तरं नकारस्य लोपः कृत्वा नकारस्य न अकारस्य लोपः कृत्वा इष्टरूपं सिद्ध्यति अस्तु बहु उमा भगिनी अवगतं वा अवगतं वा उमा भगिनी पूर्णतया अनङ् इति भवत्याः प्रश्नः कः पुनः वदतु मम प्रश्नः अनङ् इत्यस्य नामकरणं किम् आदेशः तावदेव यत्र यत्र आदेशः अस्ति तत्र सर्वत्र नामकरणम् अस्ति वा इकः स्थाने यण् इकः स्थाने यण् यण् इत्यस्य नामकरणं किम् आदेशः तावदेव अत्रापि आदेशः ओके ओके धन्यवादः अस्तु शोभा भगिनी भगिनी श्रीकुमार अस्मि आदेशप्रत्ययोः वाक्यमस्ति आदेशः अपि प्रत्यय भवति वा आदेशः अपि प्रत्ययः न आदेशः तु आदेशः एव आदेशः प्रत्ययस्य स्थाने भवति इति कृत्वा आदेशः प्रत्ययं प्रत्ययत्वमपि प्राप्नोति इदानीं पश्यतु तु इत्यस्य स्थाने तात् इति आदेशः इदानीं तात् इति आदेशः एव परन्तु यदा तु इत्यस्य स्थाने आगच्छति तर्हि इदानीं तात् यतोहि तु इति प्रत्ययः अस्ति तस्य स्थाने तात् इति आदेशः आयाति तर्हि इदानीं तात् इति अपि प्रत्ययः एव यतोहि मूले प्रत्ययत्वम् अस्ति इति कृत्वा तादृशप्रत्ययत्वम् आदेशे अपि अध्यारोपयामः अतः तात् इति इदानीं प्रत्ययः अपि अस्ति सः भिन्नवार्ता परन्तु यदा सूत्रे आदेशः इति वदामः तदानीम् आदेशः एव तस्य अन्यत् किमपि रूपं नास्ति अथवा नामकरणं नास्ति तदानीम् आदेशः एव परन्तु यदा प्रत्ययस्य स्थाने आगच्छति तदानीं तस्मिन् अपि प्रत्ययत्वं भवति अवगतं वा भगिनि पाणिनी उक्तवान् आदेशः प्रत्ययः आगमः सूत्रम् एते सर्वे उपदेशः अस्ति इति आदेशः भिन्नः प्रत्ययः भिन्नः एव न सत्यम् उपदेशः इति यदा वदामः चेत् आदेशः आगमः सर्वम् आगच्छति तत्र समीचीनं आम् सत्यमेव अस्तु अन्यः प्रश्नः अस्ति वा नो चेत् शोभा भगिनी पठतु अस्तु भगिनि तत्र प्रत्ययान् पठनीयं किल सु औजस् एतेषां तत्र किमस्ति तत्र फस्ट् कालम् तत्र मूलप्रत्ययः अस्ति मूलप्रत्ययः सेकेण्ड् इत्संज्ञकवर्णानां लोपानन्तरं सिद्धप्रत्ययः अस्तु सु औ जस् इत्यनयोः सकार औ अस् इति भवति अम् प्रथमविभक्तौ द्वितीयविभक्तौ अम् औट् शस् इत्यनयोः अम् औ अस् भवति टा भ्यां भिस् तृतीया आ भ्यां भिस् भवन्ति ने भ्यां भ्यस् ए भ्यां भ्यस् इति नसि भ्यां भ्यस् अस् भ्यां भ्यस् नस् ओस् आम् अस् ओस् अम् नि ओस् सुप् इ ओस् सु तत्र प्रत्येकं नीत्वा वदनीयं वा भगिनि लोपः कुत्र भवति इति किं भगिनि तत्र अग्रे पठामि वा तत्र कृपया पठतु भगिनि अस्तु तर्हि वृत्तौ टीकाकारः अनङ् आदेशस्य उदाहरणम् अददत् किमर्थम् तर्हि वृत्तौ टीकाकारः अनङ् आदेशस्य उदाहरणम् अददत् किमर्थम् अनङ् आदेशः दधि शब्दस्य इकारस्य एव स्थाने आयाति न तु पूर्वस्य दधि शब्दस्य यतोहि अनङ् यद्यपि अनेकाल् तथापि णित् अस्ति अपि च तस्य णित्वस्य अन्यत् किमपि प्रयोजनं नास्ति एतादृशैः आदेशैः णिच्च इति सूत्रस्य अपवादबलं पूरितम् तत्र यथा चर्चा अभवत् णिच्च इत्यस्य पूर्वं दृष्टवन्तः तत्र तातङ्ग् इति प्रत्ययस्य आदेशस्य कृते तस्य अपवादः अभवत् निच्च इत्यनेन. तत्र एकवारं ऐ विल् स्टार्ट् फ्रोम् देर् भगिनी. अनेकाल्षित् इति इत्यस्य निच्च इति अपवादं भवति. तदनन्तरं वयं दृष्टवन्तः तर्हि निच्च इत्यस्य प्राप्तिः कुत्र भवति इति. तस्य एकम् उदाहरणं अद्य दृष्टवन्तः. तत्र अनङ्गिति आदेशस्य कृते निच्च इति सूत्रस्य प्राप्तिः भवति, कार्यम् अस्ति इति. तर्हि तत्र टीकाकारः इत्युक्ते न जानामि इत्युक्ते तत्र वृत्तिग्रन्थाः सन्ति इति जानाति वा? वृत्तिग्रन्थाः न जानामि भगिनि. इत्युक्ते तत्र मूलमस्ति सूत्रपाठः. प्रथमं सूत्रपाठः पाणिनीयसूत्राणि मूलमस्ति खलु. आदौ पाणिनिना सूत्राणि रचितानि, तस्य उपरि तत्र वार्तिककारः वार्तिकानि रचितानि खलु. वररुचिः इति वार्तिककारः वार्तिकानि रचितानि, तस्य उपरि तत्र महाभाष्यम् अस्ति, भाष्यकारः भाष्यं रचितं खलु, भाष्यकारेण भाष्यं रचितम्. इदानीं तत्र तत्पश्चात् किम् अस्ति इति चेत् तत्र वृत्तिकाराः, यथा कौमुदिकारः, सिद्धान्तकौमुदिकारः, सः वृत्तिकारः इत्युक्ते काशिककारः अपि वृत्तिकारः. सः किं करोति इति चेत् तत्र मूले यत्किमपि अस्ति, सूत्रपाठे यदस्ति, तस्य उपरि सरलरूपेण एकेन वाक्येन अथवा वाक्यद्वयेन सूत्रार्थः कः इति तत्र स्पष्टीकरोति. सूत्रार्थः कः इति स्पष्टीकरोति. तदेव तत्र वृत्तिग्रन्थः इति वयं वदामः. कौमुदी कौमुदीग्रन्थः अथवा काशिका वृत्तिग्रन्थः. तत्र मूलस्य उपरि सूत्रस्य उपरि तत्र व्याख्यानरूपेण सूत्रार्थः कः इति वदति. तत्पश्चात् किं भवति इति चेत् तत्र वृत्तिग्रन्थस्य उपरि अपि टीकाग्रन्थाः भवन्ति. वृत्तिग्रन्थस्य उपरि टीकाग्रन्थाः भवन्ति. टीका इत्युक्ते तत्र नोट्स् इति अस्ति. तर्हि वृत्तिग्रन्थे यदुक्तं, तत्र सिद्धान्तकौमुदीकारेण यदुक्तं, तस्य उपरि इतोपि स्पष्टीकरणं, तत्र किमर्थम् एतादृशम् उक्तं वृत्तिकारेण. यतोहि कदाचित् तत्र वृत्तिकारेण यदुक्तं तदपि तत्र सम्पूर्णतया न अवगम्यते. यतोहि वृत्तिकारः अपि बहु लघुरूपेण एव वदति, बहु अधिकं न वदति. अतः अस्माकम् इतोपि अवगमनार्थं टीकाग्रन्थाः भवन्ति. तावदेव. अस्तु अस्तु, धन्यवादः. अस्तु, तत्र वृत्तौ टीकाकारः अनङ्ग आदेशस्य उदाहरणम् अददत्. किमर्थम् अनङ्ग आदेशः दधि शब्दस्य इकारस्य एव स्थाने आयाति, न तु पूर्णस्य दधि शब्दस्य इति दृष्टवन्तः. पूर्णशब्दस्य स्थाने यदा निच्च इति अनेकाल्षित् इत्यस्य अपवादः भवति चेत् तत्र पूर्णप्रत्ययस्य स्थाने न आगच्छति, अन्त्यस्य वर्णस्य स्थाने एव आदेशः भवति इति. तथा एव क्षम्यतां, दधि शब्दस्य इकारस्य स्थाने एव आयाति अयम् आदेशः. अपि च यतोहि अनङ् यद्यपि अनेकाल् अस्ति, तत्र क्षम्यताम्, अनङ् इत्यस्य प्रत्यये अनेकाल् अस्ति चेदपि नित् अस्ति, अपि च तस्य णित्वस्य अन्यत् किमपि प्रयोजनं नास्ति. अनेकालपि अस्ति, क्षम्यताम्, अनेकाल् अस्ति तथापि नित् अस्ति, अपि च तस्य णित्वस्य अन्यत् किमपि प्रयोजनं तत्र नास्ति. णित् एतादृशैः आदेशैः नित्य इति सूत्रस्य अपवादबलं पूरितम्. तत्र नित् इत्यस्य प्रयोजनं किम् इति अधुना उक्तं. गुण अपि वृद्धि इत्यनयोः निषेधः भवति. अपि च अन्यत् अधुना न स्मरामि भगिनि. अन्यानि प्रयोजनानि सन्ति, अग्रे अग्रे आयास्यति अन्यानि प्रयोजनानि. सर्वत्र सर्वत्र अन्यानि प्रयोजनानि भवन्ति इति नास्ति. केषुचित् फलेषु अन्यानि प्रयोजनानि भवन्ति नित्वस्य, सर्वत्र नास्ति. अस्तु, यथा तत्र इदानीं तत्र दधि सक्ति इति सूत्रे नित्वस्य एकमेव प्रयोजनम्, अन्यत् किमपि नास्ति. एकमेव प्रयोजनं किम्? एकमेव प्रयोजनं तत्र एकस्य अन्त्यस्य वर्णस्य स्थाने एव आदेशः भवेत् इति. समीचीनं. तथा तत्र तृतीयविभक्तिषु एतानि सर्वाणि कार्याणि भूत्वा इष्टरूपाणि सिद्ध्यन्ति. समीचीनं समीचीनं समीचीनं, तावदेव. अस्तु, तर्हि तत्र उदाहरणं दृष्टं. तत् अस्ति अस्ति सक्ति अस्ति दधि सक्ति अक्ष्णा अक्ष्णाम् अनङ्गुदात्तः इति सूत्रं किमर्थम् अत्र उक्तम् इति चेत्, अनङ् इति आदेशः अस्मिन् सूत्रे उक्तम्. अनङ् आदेशः नित् अस्ति, अनेकालपि अस्ति. तर्हि तादृश अनङ् आदेशस्य नित्वस्य एकमेव प्रयोजनम् अन्तादेशः. तर्हि एतादृशसन्दर्भेषु निश्चयस्य प्राप्तिः भवति इति तावदेव अत्र विषयः. अस्तु, इदानीम् अग्रे पश्यामः. इदानीम् अस्माकं मूलविषयः अस्ति तुह्योस्तातङ् आशिष्यन्यतरस्यां, तत्र कीदृशपरिस्थितिः, तत्र नित्वस्य कीदृशपरिस्थितिः इति इदानीं पश्यामः. अग्रे तत्र पमेला भगिनी पठति वा? आं भगिनि. किन्तु क्वचित् कस्यचित् आदेशस्य नित्वस्य अनेकानि प्रयोजनानि सन्ति. यथा तातङ् प्रत्ययः, तस्य विद्यमानस्य नित्वस्य चत्वारि प्रयोजनानि सन्ति निच् इति सूत्रं विहाय. अस्तु, अधुना वयं दृष्टवन्तः यत्र निच् इत्यस्य प्रयोगं प्रयोजनं केवलम् अन्तादेश इति. किन्तु यदा पूर्वस्मिन् वर्गे वयं दृष्टवन्तः नित् इत्यस्य बहूनि प्रयोजनानि सन्ति. अत्र तातङ्गप्रत्यय न तु केवलं तत्र नित्वस्य अन्यानि प्रयोजनानि सन्ति इति उच्यते. प्रथमबिन्दु पठामि. प्रथमं प्रयोजनं गुणनिषेधः. द्विष् इति परस्मैपदी धातुः अदादिगणे, तत्र च विकरणप्रत्ययस्य लुक् लोपः. द्विष्योग तातङ्ग्, तातङ्ग् तु प्रत्ययस्य स्थाने आगतः, अपि च तु प्रत्ययः पित् इत्यस्मात् आगतः. अनेन तातङ्ग् इत्यस्यापि पित्वं पित्वात् गुणः भवेत्. द्विष्टातोः उपदायां यः लघु इकारः, तस्य गुणः प्राप्त पुगन्तलघुपदस्य च इति सूत्रेण. किन्तु तातङ्ग् नित् अतः निति च इति सूत्रेण गुणनिषेधः. द्विष्योगतातङ्ग् द्विष्टात्. अस्तु, तत्र वयम् अधुना तातङ्ग् इत्यस्य विषये जानीमः. इतोपि यत्र नित्वस्य प्रयोजनं गुणनिषेध इति इत्यस्मिन् अर्थे द्विष् इति धातुः अस्ति. तत्र तातङ्ग् यदि आयाति प्रथमविभक्ति एकवचनप्रत्ययस्मिन् स्थाने अथवा मध्यमपुरुष तत्र तिप्या सिप् स्थाने, वयं जानीमः मूलप्रत्ययः तु पित्वम् अस्ति, तत् गुण भवितुम् अर्हति. किन्तु अधुना तातङ्ग् आदेश तु अन्ते नित् अस्ति. नित् इति निति च इत्यनेन गुणनिषेधः भवति. अत्र द्विष् इत्यत्र उपदायं लघु ईकारः अस्ति इति कृत्वा मूले प्रत्ययः यदि अस्ति चेत् तत्र गुणः भवेत् पुगन्तलघुपदस्य च इत्यनेन. किन्तु अधुना तातङ्ग् इति आदेश नित् अस्ति इति कृत्वा निच्च इति गुणनिषेध अत एव द्विष् योगतातङ् द्विष्टात् इति भवति. समीचीनं. तर्हि तातङ् इत्यस्य एकस्य प्रयोजनस्य प्रयोगः अत्र अस्ति खलु, गुणनिषेधः इति प्रयोगस्य इति प्रयोजनस्य प्रयोगः खलु. आम् अस्तु, समीचीनं. तर्हि गुणनिषेधः इति अत्र स्पष्टता अस्ति खलु, तदर्थम् उदाहरणं दत्तमस्ति. द्विष् इति धातोः लट्लकार लोट्लकारे प्रथमपुरुषे एकवचने तिप् इति मूलप्रत्ययः, तस्य तातङ् इति आदेशः यदा भवति तदानीं तत्र तातङ् इति आदेशः नित् अस्ति. यद्यपि मूले तिप् इति प्रत्ययः पित् अस्ति तथापि तातङ् इत्यनेन नित्वम् अध्यारोप्यते तत्र. तर्हि इदानीं प्रत्ययः अपित् अस्ति इत्युक्ते प्रत्ययः नित् साक्षात् नित् अस्ति इति कृत्वा क्निति च इति सूत्रेण गुणः न भवति. द्विष् इत्यत्र गुणः न भवति इति कृत्वा द्विष्टात् इति एव रूपम् इति एकं प्रयोजनं. द्विष् इत्युक्ते द्वेषः इति खलु, तत्र आशिषी रूपेण द्वेषः अपि भवति वा? रूपं तु भविष्यति परन्तु प्रयोगः अस्ति वा नास्ति वा इति इति द्रष्टुं शक्यते. इत्युक्ते द्वेषः आशीर्वादरूपेण इत्युक्ते द्वेषः इति न भवति, तत्र शापः इति भविष्यति खलु. परन्तु द्विष्टात् इति तत्र कुत्रचित् प्रयोगः अस्ति वा इति द्रष्टव्यम्. आशीर्वादार्थे रूपम् अस्ति, सर्वत्र रूपम् अस्ति, परन्तु प्रयोगः अस्ति वा नास्ति वा इति द्रष्टव्यम्. अस्तु भगिनि, एकः संशयः. निच्च इति सूत्रम् अन्ते अस्ति वा पूर्ण धातुः परिवर्तनं करोति इति वा एव उपयुज्यते न? निच्च इति सूत्रस्य प्रयोगः तदा एव भवति यत्र नित्वस्य एकमेव प्रयोजनम् अन्तादेशः. ओके ओके. अन्यत् किमपि प्रयोजनं नास्ति चेत् निच्च इत्यस्य कार्यं भविष्यति. तर्हि अन्तिम षष्टिविभक्तिः यत्र अस्ति सूत्रेषु, षष्टिविभक्त्या निर्दिष्टं यत् पदम् अस्ति तस्य अन्तिमवर्णस्य स्थाने आदेशः भवति निच्च इति सूत्रेण. तावदेव. अवगतं भगिनि? धन्यवादः भगिनि, अवगतम्. अस्तु, भवती अग्रे पठतु. धन्यवादः भगिनि. धन्यवादः. द्वितीयं प्रयोजनं द्वितीयं प्रयोजनं वृद्धिनिषेधः. वृद्धिविषये स्तू धातु अदादिगणे स्तू योगः तात् इति स्थितौ उतो वृद्धिर्लुकि हलि इत्यनेन सार्वधातुक आर्धधातुकयोः इति सूत्रं प्रबाध्य वृद्धिम् आदिशति. परन्तु तातङ् ञित् अतः ञिति च इति सूत्रेण वृद्धिनिषेधः स्तु तातङ् स्तुतात्. ओके. गत पाराग्राफे दिष्टात् अत्र गुणनिषेधः, द्वितीयप्रयोजनं वृद्धिनिषेधः. अत्र स्तु धातु तात् इति योजयति चेत् उतो वृद्धि लुकि हलि इति सूत्रेण सार्वधातुकार्थयोः सूत्रं प्रबाद्य वृद्धिम् आदिशति. परन्तु तातङ् ञित् अतः चिङिति च इति सूत्रेण वृद्धिनिषेधः. सो तु तातङ् इति सूत्रेण अन्तिम वार्ता स्तुतात् इति निष्पन्नं. स्तुयोगः ति इति अस्ति चेत् किं भवति तत्र? स्तौति इति रूपमस्ति. अत्र स्तौतात् इति रूपं नास्ति. किमर्थम् इति चेत् तातङ् नित् अस्ति इति कृत्वा वृद्धिनिषेधः अपि भविष्यति. अस्तु, समीचीनम्. इति द्वितीयप्रयोजनं. एकमस्ति गुणनिषेधः, द्वितीयमस्ति वृद्धिनिषेधः. अत्र इदानीं तृतीयं तत्र अरविन्द महोदय पठतु. तृतीयं नित्वनिमित्तकं कार्यं सम्प्रसारणम्. अग्रे अस्माभिः बहुत्र सम्प्रसारणकार्यं परिशील्यते. अधुना केवलं बोध्यं यत् कुत्रचित् यन् सन्धेः विपरीतत्वेन कार्यं भवति, सम्प्रसारणं भवति नित्वेन कित्वेन च. यदा गृहधातुतः तवतौ प्रत्ययस्य कित्वा गृह ग्रह इत्यस्य गृह अनेन गृहीतवान् तथैव वस् धातोः तवतौ वस् उस् अनेन उषितवान् अत्र प्रकृतौ अदादिगणे वश् इत्यपि सम्प्रसारण सम्प्रसारणी धातुः वश् योगः तातन् नित्वात् सम्प्रसारणम् उष्ठात् इति तृतीयं प्रयोजनं नित्वनिमित्तकम् इति सम्प्रसारणम् एच यग्रस इति सूत्रेण सम्प्रसारणस्य विधि भवति इति तत् पूर्वं वयं पठितं तस्य उदाहरणं दत्तमस्ति अत्र ग्रह इति रेफस्य ऋकारं भवति सम्प्रसारणं भूत्वा ग्रह इति भूत्वा अनेन गृहीतवान् इति तवतु प्रत्ययं प्रत्ययस्य विषये भवति एवमेव वस् धातोः सम्प्रसारणं भूत्वा उस् भूत्वा उषितवान् इति तवतु प्रत्ययस्य अन्यत् उदाहरणम् अस्ति अत्र तातङ् विषये वश् धातुतः तातङ् योजित्वा तिङ्त्वात् सम्प्रसारणं भूत्वा उष्टात् इति भवति वश् वस् वकारस्य स्थाने उकारादेशः भवति सम्प्रसारणं भवति तदेव तृतीयं निमित्तम् समीचीनं समीचीनं तृतीयं प्रयोजनमस्ति नित्वस्य सम्प्रसारणं यत्र प्रत्ययः नित् अस्ति तत्र सम्प्रसारणं कार्यं भवति सम्प्रसारणम् इत्युक्ते किम् इति चेत् यथा यदा सामान्य यण् सन्धिः अस्ति इकः स्थाने यण् सम्प्रसारणे विपरीतं कार्यं भवति यणः स्थाने इक् वर्णः भवति कुत्र कुत्र भवति सम्प्रसारणम् इति चेत् तदर्थं सूत्राणि सन्ति सूत्रेषु केषाञ्चन परिगणितानां धातूनां एव सम्प्रसारणं भवति यत्र सम्प्रसारणं भवति तत्र प्रत्ययः नित् प्रत्ययः अथवा कित् प्रत्ययः भवति तर्हि नित्वस्य प्रयोजनं सम्प्रसारणं तदर्थम् उदाहरणानि दत्तानि यथा गृह् इत्यत्र यण् अस्ति यण् वर्णः रेपः तस्य स्थाने इक् वर्णः ऋकारः एवमेव अन्यत्रापि तर्हि एकं कार्यमस्ति सम्प्रसारणमिति अस्तु समीचीनं तर्हि अग्रे उषाभगिनी अग्रे पठति वा चतुर्थं प्रयोजनं भगिनी तत्र गृहीतवान् तत्र नकारः इत् कुत्र अस्ति किं ग्रहधातोः तव तु गृहीतवान् इति तत्र नकारः इत् कुत्र भवति कित् अस्ति कित् कित् कित् अथवा नित् ओ अस्तु अस्तु कित् अथवा नित्वा नित् परन्तु अत्र वयं तु केवलं नकारस्य इत्येव पठित पठामः न अत्र अत्र प्रसङ्गः नकारस्य विषये इति कृत्वा तस्य विषये उक्तम् अत्र सम्प्रसारणम् इति विषयः नास्ति खलु अत्र केवलं किम् उक्तं सम्प्रसारणं भवति नित्वेन कित्वेन च इति उक्तं खलु अत्र तृतीयं वाक्यं पश्यतु सम्प्रसारणं भवति नित्वेन कित्वेन च इति उक्तं यथा गृहीतवान् इत्यत्र कित्वेन भवति सर्वत्र कित्वेन एव भवति तर्हि भवत्याः प्रश्नः कुत्र नित्वेन भवति इति चेत् तत्र अन्तिम उदाहरणं वश्योगः तातङ् इत्यत्र नित्वेन भवति भगिनी गृहीज्य वयि व्यधि वष्टि निति च इति सूत्रे उक्तं किति इति अनुवृत्ति भवति सो निति इति गृही न न किति च इति उक्त गृहीज वै व्यधि इति तत्र निति इति एव उक्तं सत्यं तत्र वचिस्वपि अजादीनां किति इत्यस्मात् किति इत्यस्य अनुवृत्तिः अनुवृत्तिः अतः कित् नित् भवति अत्र उदाहरणे ग्रह योगः नित्वत् नित् भवति अत्र कित्वा इति प्रत्यय कित्वस्य उदाहरणानि अत्र दत्तानि गृहीतवान् उषितवान् इति कित्वस्य उदाहरणं दत्तानि न तु नित्वस्य नित्वस्य उदाहरणं तु अन्तिम उदाहरणं वश्योगः तात् इत्येव नित्वस्य उदाहरणं भगिन्याः प्रश्नः अत्र तु कित्वस्य विषयः नास्ति खलु, नित्वस्य एव विषयः, अतः किमर्थं गृहीतवान् उषितवान् इति तदपि दत्तमस्ति तत्र अस्माकं ज्ञानार्थं. कित्वमस्ति चेदपि सम्प्रसारणं भवति, नित्वमस्ति चेदपि भवति. नित्वस्य उदाहरणं तु वश्योगः तादित्येव अत्र प्रासङ्गिकमस्ति. अस्तु, धन्यवादः. अस्तु, पठतु. चतुर्थं प्रयोजनम् ईट् आगमः निषेधः. ब्रुव ईट् इत्यनेन भ्रू धातुतः हलादिपित् प्रत्ययस्य ईट् आगमः भवति. यथा भ्रू योगः तिप्, भ्रू योगः ति, भ्रू योगः ईट् योगः ति, ईट् आगमः भवति. भ्रू योगः इति भवति. ब्रू इति गुणः भूत्वा भो योगः इति योगः भवति. ओकारस्य स्थाने औ आदेशः भवति. भृ योगः औ योगः इति ब्रवीति भवति. तातं अपि हलादिः. अपि तु अपि च तु स्थाने आयाति इति कृत्वा पित्वं विधीयते. किन्तु ङित्वात् पित्वं न मन्यते. प्रामाण्येन महाभाष्ये वाक्यम् अस्ति ङिच्छभिन्न पिच्छङिन्न. तस्मात् अत्र पित्व अभावे भ्रुव ईट् इत्यस्य प्रसक्तिः नास्ति. ङित्वात् अत्र गुणनिषेधः अपि अस्ति. भ्रू योगः तात्, भ्रूतात्. ङित् इति प्रयोजनस्य चतुर्थप्रयोजनमस्ति. ईडागमः निषेधः भवति. ब्रुव ईट् इति सूत्रे ब्रुव ईट् इत्यनेन ब्रू धातुतः हलादिपित् प्रत्ययस्य ईट् आगमः भवति. हलादिपित् ब्रू यथा ब्रू योगः तिप् इति हलादिपित् प्रत्ययः. तस्मात् ईट् आगमः भवति. ईट् इति प्रत्ययस्य आदि आदि भवति. प्रत्ययस्य आदिः भवति. सो बिफोर् द प्रत्यय ब्रू योगः ईट् योगः ति भवति. ब्रू योगः ईट् टकारः इत् भवति. ब्रू योगः इति भवति. ब्रू योगः इति हलादिपित् कारणेन गुणः भवति. सार्वधातुक आर्धधातुकयोः सार्वधातुकप्रत्ययः. भ्रो योगः गुणः ब्रू योगः गुणः भूत्वा भ्रो योगः इति भवति. एचो अयवायावः इत्यनेन ओकारस्य स्थाने अव् आदेशः भवति. भृ योगः अव् योगः इति भवति. ब्रवीति इति रूपं सिद्ध्यति. तातङ् ब्रुवयोगः तातङ् भवति चेत् तातङ् अपि हलादिः. तु स्थाने आयाति इति कारणेन पित्वमपि विधीयते. यद्यपि पित्वं विधीयते, तातङ् इति ङित् भवति. महाभाष्ये वाक्यम् उक्तं ङिच्च भिन्न पिच्च निन्न. ङित् भवति चेत् पित् न, पित् भवति चेत् ङित् न इति कारणेन ब्रुव ईट् इति सूत्रस्य प्रसक्तिः नास्ति. ङित्वत् तातङ् इति ङित् भवति चेत् पित् कारणेन ब्रुव ईट् इति सूत्रस्य पित् न इति कारणेन ब्रुव ईट् इति सूत्रस्य प्रसक्तिः नास्ति. अथवा गुणनिषेधः अपि भवति. ब्रू योगः तात्, ब्रूतात् एव रूपं सिद्ध्यति. गुणनिषेधः अपि अस्ति, ईट् आगमः अपि नास्ति. समीचीनं. तर्हि इदानीं सूर्यकुमारी भगिनी वदतु, तत्र कानि प्रयोजनानि नित्वस्य तातङ्ग् इत्यत्र? भगिनि, तातङ्ग् प्रयोजनम् अन्तिमवर्ण नास्ति चेत् अन्य प्रयोजना अस्ति प्रयोजनाः अस्ति नित् कृते. प्रथमं प्रयोजनमस्ति गुणनिषेधः, द्वितीयप्रयोजनमस्ति वृद्धिनिषेधः, तृतीयप्रयोजनमस्ति सम्प्रसारणं, चतुर्थप्रयोजनमस्ति ईट् निषेधः, ईट् आगमनिषेधः हलादिप्रत्यये परे तातङ्गि हलादिप्रत्ययः अपि ईट् न भवति. किमर्थम् ईट् न भवति? नित् अस्ति चेत्. हा, नित्वात्. समीचीनं समीचीनम् इति एतानि चत्वारि प्रयोजनानि सन्ति मूलतः. नित्वस्य अन्तादेशः इति एकं प्रयोजनमपि अस्ति, परन्तु तत् प्रयोजनं विहाय एतानि चत्वारि प्रयोजनानि सन्ति खलु भगिनि? अन्तादेशः अस्ति चेत् अन्यप्रयोजनानि नास्ति वा? न, तत्र सन्दर्भं द्रष्टव्यं. यत्र यत्र नित्वादेशः अस्ति तत्र द्रष्टव्यम् अत्र नित्वस्य कानि प्रयोजनानि इति द्रष्टव्यं. तातङ्ग् इत्यत्र नित्वस्य एतानि सर्वाणि प्रयोजनानि सन्ति, सर्वत्र एवमेव इति नास्ति. अत्र तातङ्ग् इति प्रत्ययः अस्ति इति कृत्वा प्रत्यये नित्वम् अस्ति चेत् तत्र गुणनिषेधः वृद्धिनिषेधः सर्वम् आयाति, सम्प्रसारणं सर्वम् आयाति प्रत्ययः अस्ति इति कृत्वा. परन्तु प्रत्ययः नास्ति यदि आदेशे इदानीं तातङ्ग् इति आदेशः प्रत्ययस्य स्थाने आयाति इति कृत्वा प्रत्ययः भवति इति कृत्वा तत्र प्रत्ययत्वं लभ्यते इति कृत्वा तत्र गुणनिषेधः वृद्धिनिषेधः सर्वम् आयाति. परन्तु अस्ति ददि सक्ति सक्न्यक्ष्णाम् अनङ्गुदात्तः इति सूत्रे तत्र अनङ्गादेशः तत्र प्रातिपदिकस्य अन्ते आयाति, तर्हि तत्र एतादृशनित्वस्य प्रयोजनं नास्ति. तत्र प्रत्ययत्वम् अस्ति चेदेव तत्र नित्वस्य तत्र गुणनिषेधः वृद्धिनिषेधः इत्यादीनि भवन्ति खलु. अतः प्रत्ययसन्दर्भे एव एतादृशचिन्तनं भवति, अन्यत्र अनङ्गादेशस्य एतादृशविशिष्टप्रयोजनानि न सन्ति खलु. आम् आं भगिनि. अस्तु, इदानीम् अग्रे वंशी भगिनी अग्रे पठतु. प्रत्यय इति वक्तव्यं वा अङ्गम् इति वक्तव्यं वा भगिनि? कुत्र प्रत्यय भवति चेत् वृद्धिकार्यं गुणकार्यम् एतादृशानि कार्याणि न भवन्ति इति उक्तवती भवती. तत्र प्रत्ययः इति वक्तव्यं वा अङ्गम् इति वक्तव्यं वा? प्रत्ययं निमित्तीकृत्य अङ्गे न भवति इति एव मम विवक्षा. प्रत्ययम् आश्रित्य अङ्गे गुणकार्यं न भवति. प्रत्ययः नित् अस्ति चेत् गुणकार्यं न भवति चेत् गुणकार्यं कुत्र भवति? अङ्गे न भवति. भगिनि, चतुर्थं प्रयोजनं पुनरेकवारं संक्षिप्तरूपेण वदति भगिनि, किञ्चित् स्पष्टता नास्ति. इत्युक्ते तत्र एकं विशेषं सूत्रमस्ति, ब्रुव ईट् इति सूत्रमस्ति. तेन सूत्रेण ब्रू धातोः हलादि पित् प्रत्यये ईट् आगमः भवति इति उक्तं खलु. पित् प्रत्ययः अस्ति चेदेव ईट् आगमः भवति. तर्हि यदा तत्र ब्रू योगः तिप् इति तत्र पित् प्रत्ययः अस्ति लट्लकारे, तत्र तु प्रत्ययस्य ईट् आगमः भूत्वा तत्र ईति इति भवति, ब्रू योगः ईति. तदनन्तरं गुणः तत्र एचोयवायवः कृत्वा ब्रवीति इति रूपं निष्पन्नं भवति. तत्र क्लेशः नास्ति खलु? परन्तु यदा तातङ्ग् इति यदा प्रत्ययः अस्ति, तातङ्ग् यद्यपि मूलप्रत्ययः पित् अस्ति, तिप् इति प्रत्ययः पित् अस्ति, परन्तु यदा तातङ्ग् इति आदेशः भवति इदानीं नित् अस्ति, प्रत्ययः नित् अस्ति, साक्षात् नित् अस्ति इति कृत्वा ध्रुव ईट् इति सूत्रस्यापि कार्यं न भवति अत्र इति तत्र एवमेव वदति. इत्युक्ते तदपि एकं प्रयोजनम् अस्ति, कुत्रचित् ईडागमः यत्र भवति तत्र तातङ्ग् प्रत्यये न भवति इति वदति तावदेव, यतोहि तातङ्ग् प्रत्ययः नित् अस्ति. सूत्रे हलादि पित् प्रत्ययः अस्ति चेदेव ईडागमः इति उक्तम्. अतः तातङ्ग् इति प्रत्ययः हलादिः अस्ति परन्तु पित् नास्ति, नित् अस्ति इति कृत्वा ईडागमः न भवति. अस्तु अस्तु भगिनि, धन्यवादः. अस्तु वंशी भगिनि, पठामि भगिनि. गुणवृद्धिप्रतिषेधसम्प्रसारणात् अर्थतया सम्भवत्प्रयोजनन्यकारे तातङ्गी मन्थरं प्रवृत्तः परेण बाध्यते. गुणवृद्धिप्रतिषेधसम्प्रसारणात् अर्थतया अत्र गुणवृद्धि सम्प्रसारणादि अर्थतया अत्र गुणवृद्धिनिषेधः सम्प्रसारण आदि अर्थतातया अस्तु तातङ्गीनित्वस्य विभिन्नानि प्रयोजनानि सन्ति तेषां प्रभावेन अग्रे उच्यते किं भवति सम्भवत् प्रयोजनन्यकारे तातङ्गी मन्थरं प्रवृत्तः सम्भवत् प्रयोजनङ्कारे प्रयोजनङ्कारे न किमस्ति भगिनि तत्र प्रयोजनवकारे प्रयोजननकारे ओ अस्तु सम्भवत्प्रयोजननकारे तातङ्गी मन्थरं प्रवृत्तः अस्तु सम्भवत्प्रयोजनन्यकारे इत्युक्तौ यस्य नकारस्य सम्भावितप्रयोजनानि विभिन्नप्रयोजनानि अनङ्गादेशो नित्वस्य अन्यप्रयोजनं न विद्यते अन्यत् अनन्यप्रयोजनम् अनङ्गादेशे नित्वस्य क्षम्यतम् अनङ्गादेशो नित्वस्य अनन्यप्रयोजनं न विद्यते अन्त्यप्रयोजनं यस्य अन्यत् तत् न पठितं वा न विद्यते अन्यत् प्रयोजनं यस्य तदनन्यप्रयोजनं तातङ्गादेशस्य नित्वस्य विभिन्नप्रयोजनानि सम्भवन्ति प्रयोजनानि आकारः न भवति तत्र अन्यान्यपि अन्यान्यानि न जानामि यस्य सः सम्भवत् प्रयोजनः तादृश न सम्भवन्ति प्रयोजनानि अन्यानि अपि तत्र आकारः न भवति यदि आकारः तावदेव तत्र तदेव तत्र भ्रमः जातः अस्तु तादृश ञकारयुक्तादेशः तातङ्गी निच्च इति सूत्रं प्रति शिथिलता मन्तरगतिः आयाति किमपि न अवगतवती भगिनि क्षम्यताम् भगिनी सहायं करोतु अहमपि साधा समानस्थिरे अस्ति अत्र तातङ्कयत्नं पुनरपि पठामि वा भगिनि एकमेकं वाक्यं पठित्वा वदतु गुणवृद्धिप्रति तत्र तावत् वा गुणवृद्धिप्रतिषेधसम्प्रसारणात्यर्थतया अत्र गुणवृद्धिनिषेधः सम्प्रसारण आद्यर्थतया तातङ्गिनित्वस्य भिन्नानि प्रयोजनानि सन्ति तेषां प्रभावेन तेषां तातङ्गिति नकारनित्वस्य गुणनिषेधः वृद्धिनिषेधः सम्प्रसारण इदागमनिषेधः भवति भिन्नानि प्रयोजनानि सन्ति तेषां प्रभावेन तेषाम् अग्रे उच्यते किं भवति सम्भवत् प्रयोजन ङकारे तातङि मन्तरं प्रवृत्त मन्तरमिति इति किं भगिनि स्थिरतया इत्युक्ते स्ट्राङ्ग् नास्ति स्ट्राङ्ग् एनफ् नास्ति यदि नकारस्य बहूनि प्रयोजनानि सन्ति तत्र नित्वस्य तत्र किं तत्र निच्छ इति सूत्रस्य प्रभावः मन्तरः भवति इत्युक्ते तत्र स्ट्राङ्ग् एनफ् नास्ति सम्भवप्रयोजननकारे तातङि मन्त्रं प्रवृत्तः तातङ् इति मन्त्रं तत्र शिथिलतया अपि नकारस्य प्रभावः अस्ति एव चतुर्विषये अस्ति चतुर्षु विषये अस्ति गुणनिषेधः वृद्धिनिषेधः इडागमः इडागमनिषेधः इदानीं पश्यतु इदानीं पश्यतु इदानीम् अहं यदि वर्गे पृच्छामि एकः प्रश्नः अस्ति कोऽपि वदतु इति पृच्छामि तर्हि कः वदति तत्र कोऽपि वक्तुं शक्यते खलु तस्य कस्य उपस्थितिः भवति तद् इदानीं यदा अहं पृच्छामि वर्गे कोऽपि वदन्तु मम प्रश्नस्य उत्तरं वदन्तु इति वदामि चेत् तत्र कः वदति इत्यत्र किमपि तत्र नियमः अस्ति वा कोऽपि वक्तुं शक्यते खलु कस्यापि उपस्थितिः भवितुमर्हति कदाचित् भवती वदति नो चेत् कदाचित् वंशी भगिनी वदति नो चेत् विजयलक्ष्मी भगिनी वदति अथवा अन्य कोऽपि वदति परन्तु यदि अहं वदामि मीना भगिनी वदतु उत्तरं ददातु प्रश्नस्य इति वदामि चेत् तत्र कस्य उपस्थितिः भवति केवलं मीना भगिन्याः एव उपस्थितिः भवति खलु एवमेव यदि नित्वस्य एकमेव प्रयोजनम् अस्ति चेत् तदेव तत्र उपस्थितः भवति तस्य एव उपस्थितिः भवति नित् यत्र सूत्रेषु आदेशे नित् इति वदामः तस्य अन्यत् किमपि प्रयोजनं नास्ति चेत् तर्हि तत्र अन्तादेशः एव उपस्थितः भवति यतोहि तस्य अन्यत् प्रयोजनं नास्ति परन्तु यत्र नित्वस्य बहूनि प्रयोजनानि भवन्ति तदानीं तत्र कस्य उपस्थितिः भवति इति चेत् तत्र यत्किमपि भवितुम् अर्हति तत्र एतादृशसन्दर्भेषु नित्वस्य तत्र निच्च इति सूत्रस्य प्रभावः निच्च इति सूत्रे तादृशशक्तिः नास्ति शक्तिहीनः भवति तदानीं शक्तिहीनः भवति सूत्रम् इति कृत्वा तत्र तस्य उपस्थितिः न भवति इति तावदेव अत्र विषयः तातन् इति विषये निच्च इति सूत्रमपि न अवश्यं तत्र न अवश्यम् इति भिन्नवार्ता न अवश्यम् इति भिन्नवार्ता परन्तु तत्र तातङ् इत्यत्र नित्वं तु अस्ति खलु नित्वस्य अवश्यं भवति निति निच्च इति सूत्रस्य अवश्यं नास्ति किल अवश्यं नास्ति परन्तु तत्र किमपि समादातव्यं खलु निच्च इति सूत्रं तु आगच्छति तस्य इदानीम् अत्र कार्यं मास्तु इति वदनार्थं तत्र किं वक्तव्यम् इति चेत् अत्र तातङ् इत्यस्य बहूनि प्रयोजनानि सन्ति तेषु निच्च इति अपि अन्यत् प्रयोजनम् अस्ति अन्यतमं प्रयोजनम् अस्ति अतः तत्र तस्य तादृशशक्तिः नास्ति अतः तस्य उपस्थितिः न भवति इति तावदेव अत्र विषयः यत्र एकमेव प्रयोजनमस्ति तत्र तु साक्षात् उपस्थितः भवति परन्तु बहूनि प्रयोजनानि यत्र सन्ति तत्र निच्च इत्यस्य तादृश तत्र तीव्रता न भवति यदि तदेव तत्र शिथिलता इति उक्तं मन्तरगतिः इत्युक्ते शिथिलता इट्स् नाट् स्ट्राङ्ग् एनफ् अतः एतादृशसन्दर्भेषु निच्च इत्यस्य कार्यं नास्ति सुन्दरतर्कः भगिनि इति एव तत्र कौमुदीकारः उच्यते इत्युक्ते अत्र पश्यतु कौमुदीकारस्य प्रथमं यदुक्तं सिद्धान्तकौमुदीकारः यत् प्रथमम् उक्तं तत्र प्रथमम् अस्माभिः यद्यपि निच्च इति अयम् अपवादः इति तद्वाक्यं पठितं तत्पश्चात् यद्वाक्यद्वयम् अस्ति तत्र तृतीयं वाक्यं तस्य विषये न चतुर्थं वाक्यं तस्य विषये एव इदानीं चिन्तनं प्रवर्तमानमस्ति गुणवृद्धिप्रतिषेधे सम्प्रसारणादि अर्थतया सम्भवत्प्रयोजनाङ्गकारे तातङ्गी मन्तरः प्रवृत्तः परेण बाध्यते तर्हि परेण बाध्यते इत्युक्ते किम् इति चेत् निच्च इति सूत्रम् अनेकाचित् सर्वस्य इत्यनेन बाध्यते अनेकाचित् सर्वस्य इत्येव परसूत्रमस्ति निच्च इति सूत्रस्य अनन्तरमस्ति अनेकाचित् सर्वस्य अतः इदानीं निच्च तातङ्ग् इत्यत्र नित्वस्य बहूनि प्रयोजनानि सन्ति कानि तानि प्रयोजनानि गुणः गुणनिषेधः वृद्धिनिषेधः सम्प्रसारणं तत्र ईडागमः नास्ति इति एतादृश बहूनि कार्याणि सन्ति एतादृश सम्भवन्ति बहूनि प्रयोजनानि यस्मिन् कारे तत्र तातङ्गी तत्र नित्वस्य शिथिलगतिः तीव्रगतिः नास्ति अतः परेण बाध्यते इत्युक्ते अनेकाचित् सर्वस्य इत्यनेन बाध्यते इति कृत्वा निच्च इति सूत्रं बाधितमस्ति तातङ् प्रसङ्गे अतः अनेकाचित् सर्वस्य इत्यनेन सर्वादेशः भवति इत्येव तत्र परिच्छेदस्य तात्पर्यम् तत्र निति च इति सूत्रस्य गतिः एव नास्ति न केवलं मन्त्रगतिः न तत्र मन्त्रगति इति कृत्वा तत्र सूत्रस्य कार्यं मास्तु इति अर्थः गतिः एव नास्ति इति यद् तत्र अन्ततो गत्वा यद्भवति तद्वदति भवति परन्तु किमर्थं तत्र प्राप्तिः नास्ति इति चेत् तस्य मन्त्रगतिः इति अस्ति इति कृत्वा तस्य प्राप्तिः मास्तु अत्र इति अस्ति खलु गतिः तु अस्ति परन्तु तस्य प्राप्तिः नास्ति इति खलु भगिनि प्रसक्तिः अस्ति प्रसक्तिः अस्ति निच्च इति सूत्रस्य प्रसक्तिः अस्ति परन्तु पाणिनिना किमर्थं निच्च इति सूत्रं कृतम् इति चेत् तत्र एव भवतु यत्र नित्वस्य एकमेव प्रयोजनम् अस्ति न तु बहूनि प्रयोजनानि यत्र बहूनि प्रयोजनानि भवन्ति तत्र नित्वस्य प्राबल्यं नास्ति निच्च इति सूत्रस्य प्राबल्यं नास्ति इति कृत्वा तत्र मास्तु इति कृत्वा प्राप्तिः नास्ति केवलम् एकमेव कारणमस्ति चेदेव अन्त्यस्य भवति आदेशः भवति तत्र एव निच्च सूत्रं प्रसक्तिः अस्ति सत्यं तदेव अपि च तत्र वंशी भगिनी पश्यतु भवती पृष्टवती अनङ् इति आदेशे तत्र किमर्थम् आदौ अकारः तदर्थं मया उक्तं परन्तु केवलं तत्र नकारः ङकारः केवलं योजयित्वा तत्र आदेशं कर्तुं न शक्यते यतोहि उच्चारणे क्लेशः भवति अतः अकारः अपि योजितः अत्र अकारः अपि योजितः नकार उत्तरवर्ती अकारः अपि योजितः यतोहि उच्चारणार्थम् इति उक्तं खलु अपि च तत्र अपि च पश्यतु आदौ अकारस्य आवश्यकता नास्ति परन्तु सर्वत्र निच्च यत्र नित् आदेशः अस्ति सर्वत्र अनेकाल एव अस्ति अत्रापि अनेकाल भवतु इति कृत्वा एव तत्र अकारः अपि योजितः आदौ समीचीनं यत् भवती उक्तवती तदपि समीचीनं तदपि समीचीनं यतोहि तत्र सर्वत्र पश्यतु यत्र कुत्रापि पश्यतु अष्टाध्याय्यां कुत्रापि नित् आदेशः एकाल नास्ति हा निच्छा तु अनेकाल एव अस्ति तत्तु यद्यपि सूत्रेण उक्तं अनुवृत्तिः अपि नास्ति दृष्ट्वा द्रष्टुं शक्यते सर्वत्र यदि एकालस्ति तर्हि अलोङ्क्यस्य इत्यनेन कार्यं भवितुम् अर्हति तत्र एकालस्य अनेकाल अस्ति चेत् एव तत्र निच्च नित् भवति एकाल अस्ति चेदपि सः वक्तुं शक्यते यत्र एकाल नित् अस्ति तत्र तु अन्तादेशः एव भवतु इति किमपि वक्तुं शक्यते तथापि तत्र सर्वत्र अनेकाचित् सर्वस्य इति सूत्रं सूत्रस्य बाधनार्थमेव निच्च इति सूत्रम् इति कृत्वा सर्वत्र अनेकालादेशः समीचीनम् अस्तु अस्तु तर्हि अत्र स्थगयामः समयः अपि अतीतः अन्तिमपरिच्छेदं पुनः एकवारम् अग्रिमसप्ताहे एकवारं पुनः पठिष्यामः क्रमेण इदानीं समयः नासीत् परन्तु तत्र सारांशः मया उक्तः एव अवगतम् अस्तु तर्हि अत्र स्थगयामः धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः नमस्कारः